गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अभावः इति सप्तमः पदार्थः तस्य निरूपणम् आरब्धं गते वर्गे तत्र अभावविभागः इति एव आरब्धम् अनादिः शान्तः प्रागभावः इति उक्तम् उत्पत्तेः पूर्वं कार्यस्य कार्यस्य उत्पत्तेः पूर्वं प्रागभावः वर्तते इति कृत्वा प्रागभावः अनादिः अपि च यदा कार्यस्य उत्पत्तिः जायते तदनन्तरं प्रागभावः नश्यति इति कृत्वा प्रागभावः शान्तः इति उक्तम् सादिः अनन्तः प्रध्वंसः उत्पत्ति अनन्तरं कार्यस्य उत्पत्ति अनन्तरम् एव प्रध्वंसः जायते तर्हि ध्वंसः भवेत् चेत् तत्र प्रतियोगी तस्मात् पूर्वं भवेदेव इति कृत्वा प्रध्वंसः सादिः अपि च यदा ध्वंसः जातः तदनन्तरं तस्य ध्वंसस्य नाशः न भवति इति कृत्वा अनन्तः इति उक्तम् अतः उत्पत्ति अनन्तरं कार्यस्य प्रध्वंसः जायते तदनन्तरं तस्य नाशः न भवति इति कृत्वा प्रध्वंसः अनन्तः इति उक्तम् त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता कः अत्यन्त अभावः इति उक्तं तर्हि तत्रैव गते वर्गे किञ्चित् चिन्तनं कृतम् त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगितातः अत्यन्त अभावः अत्यन्त अभावः तत्र त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता कः इति विशेषणम् अत्यन्त अभावः इति विशेष्यम् अस्तु यथा गन्धवती पृथिवी तद्वत् गन्धवती इति विशेषणं पृथिवी इति विशेष्यं तद्वत् अत्र त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता कः अस्य वाक्यस्य अर्थः कः इति चेत् अस्य पदस्य वाक्यं नास्ति समस्तपदमस्ति पदस्य अर्थः कः इति चेत् ओ अस्तु मेहुल् महोदयेन न आगन्तुं शक्यते इति उक्तं भवतु अस्तु त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता कः अत्यन्त अभावः इति उक्तम् तर्हि प्रतियोगिता कः तत्र कप्रत्ययः कस्मिन्नर्थे प्रयुक्तम् इति चिन्तनीयं किन्तु प्रतियोगिता कः अत्र मतु इति अर्थः कप्रत्ययस्य इति चिन्तयेत् प्रतियोगितावान् अत्यन्ताभावः इति भवति कः इत्यस्मिन् स्थाने वान् मतुप् इति प्रत्यये मया स्थापितमस्ति तर्हि प्रतियोगितावान् अत्यन्ताभावः किन्तु प्रतियोगितावान् प्रतियोगिता कुत्र वर्तते प्रतियोगिनी वर्तते प्रतियोगी घटः भवति अतः प्रतियोगिता कः इत्यत्र कः कप्रत्ययस्य वान् मतु प्रत्ययस्य अर्थः न भवति प्रतियोगिता कृत इति भवेत् अर्थः त्रैकालिकसंसर्ग अवच्छिन्न इत्युक्ते त्रिष्वपि कालेषु यस्य अथवा अत्यन्त अभावः यथा भूतले घटः नास्ति इति त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगितातः अत्यन्त अभावः यथा भूतले घटः नास्ति इति तर्हि भूतले घटाभावः वर्तते स च घटाभावः कीदृशः इति चेत् त्रिष्वपि कालेषु तत्र घटे अत्यन्त अभावस्य प्रतियोगिता वर्तते इति अर्थः। हा पुनः वदामि, त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिता कः अत्यन्त अभावः इत्युक्ते किं, तत्र उदाहरणमस्ति भूतले घटः नास्ति, भूतले घटाभावः, तर्हि भूतले विद्यमानघटाभावः अत्यन्त अभावः, तत्र अत्यन्त अभावस्य प्रतियोगिता त्रिष्वपि कालेषु घटे वर्तते इति अर्थः। त्रिष्वपि कालेषु घटे अत्यन्त अभावस्य प्रतियोगिता वर्तते एव इति उक्तम्। अवबुध्यते किं रमेश महोदय? किमर्थं त्रिषु कालेषु वक्तव्यम् इति न बुद्धं महोदय? अस्तु, अत्र अनादिः सान्तः प्राग्भावः इति लक्षणमुक्तं, तर्हि लोके प्राग्भावः इति एकमेव पदार्थः अस्ति यः अनादिः अस्ति अपि च सान्तः अस्ति। एतावत्पर्यन्तं ये पदार्थाः अस्माभिः अधीताः, अत्र द्रव्यम् इति स्वीकुर्मः, तत्र नवद्रव्याणि, पृथिवी इति द्रव्यं, तत्र द्वैविध्यमस्ति, परमाणु नित्यमस्ति, अन्यत् सर्वम् अनित्यमस्ति। तर्हि यत् कार्यरूपं पृथिवी अस्ति तत् सादिः सान्तः, परमाणु पृथिवी परमाणुः अनादिः अनन्तः, एवं सर्वत्र इत्युक्ते एकमपि पदार्थम् एतावत्पर्यन्तम् अस्माभिः न पठितं यस्मिन् अनादित्वम् अपि च शान्तत्वं वर्तते, अनादित्वे सति शान्तत्वम् इति तादृशपदार्थः प्रागभावः एव इति उक्तम्। एवं सादित्वे सति अनन्तत्वम् इति दलद्वयं यस्मिन् पदार्थे वक्तुं शक्यते इति चेत् केवलं प्रध्वंसे एव वक्तुं शक्यते इति उक्तं भवतु। तर्हि इदानीम् अत्यन्त अभावः अन्योन्य अभावः इति अभावद्वयोः लक्षणं वक्तव्यं। तत्र अत्यन्त अभावः कीदृशी इति चेत् नैयायिकानां मतानुसारम् अनादिः अनन्तः, एवम् अन्योन्य अभावः अपि अनादिः अनन्तः। यदि अनादिः अनन्तः अत्यन्त अभावः इति वदेम तर्हि अन्योन्य अभावे अतिव्याप्तिः भवति, उभयमपि अनादिः अनन्तः इत्यतः। अस्तु, तर्हि इदानीम् अन्योन्य अभावः अत्यन्त अभावः अनयोः मध्ये भेदः कल्पनीयः, तत् कथम् इति चिन्तनम्। तत्र अत्यन्त अभावः नाम किम् इति चेत् त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिताकः अत्यन्त अभावः इत्युक्ते त्रिष्वपि कालेषु अत्यन्त अभावनिष्ठप्रतियोगिता घटे वर्तते इति तादृश अभावः, तादृशलक्षणं यस्य भवति तदेव अत्यन्त अभावः इति उक्तम्। अस्तु, अत्र अवगमनार्थम् एतदहं वदामि, यथा भूतले घटः नास्ति तत्र केवलं घटः नास्ति इति मा वदतु, घटः समवायेन नास्ति इति परिष्करोतु केवलम् अवगमनार्थं, तदनन्तरम् इतोपि चिन्तयामि। भूतले घटः समवायेन नास्ति, समवायेन इदानीं नास्ति वा, ह्यः नास्ति वा, श्वः न भविष्यति वा इति चेत् त्रिष्वपि कालेषु भूतले घटः समवायेन न भवितुम् अर्हति इति कृत्वा त्रैकालिकसमवाय अवच्छिन्नप्रतियोगितातः अत्यन्त अभावः घटाभावः भूतले इति वदामश्चेत् अवगच्छति किम्? न महोदय, न अवगच्छामि। भवानेव प्रयत्नं करोतु, घटः भूतले घटः केन सम्बन्धेन भवितुमर्हति? संयोगसम्बन्धेन। हा, संयोगसम्बन्धः नित्यः वा अनित्यः वा? अनित्यः। अस्तु, तर्हि ह्यः घटे भूतले घटः नास्ति इति चिन्तयतु, केन सम्बन्धेन नास्ति? संयोगसम्बन्धेन नास्ति। हा, अद्य भूतले घटः अस्ति इति चिन्तयतु, केन सम्बन्धेन वर्तते? संयोगसम्बन्धेन वर्तते। अस्तु, इदानीं घटं श्वः अहं निवारयामि, ततः अन्यत्र नयामि इति चिन्तयतु, नेष्यामि, तर्हि श्वः भूतले घटः केन सम्बन्धेन नास्ति? संयोगसम्बन्धेन नास्ति। अस्तु, तर्हि घटः भूतले संयोगसम्बन्धेन ह्यः नास्ति, अद्य अस्ति, श्वः नास्ति, खलु? तर्हि त्रैकालिकसंयोग अवच्छिन्नप्रतियोगिता घटे अस्ति इति वक्तुं शक्यते वा? संयोगः, संयोगस्य अभावः अपि संयोगः अस्ति वा इति एव प्रश्नः। न न, संयोगस्य अभावः इति मा चिन्तयतु, घटस्य अभावः, अत्र घटः एव प्रतियोगी। हा, तद् समीचीनमेव, परन्तु ह्यः यदा घटः नास्ति चेत् तत्र संयोग अभावः एव अस्ति खलु? घट अभावः केन सम्बन्धेन अस्ति इति चेत् संयोगसम्बन्धेन एव अस्ति। अस्तु अस्तु, इदानीं बुद्धं महोदय, घटाभावः संयोगसम्बन्धेन अस्ति, घटः संयोगसम्बन्धेन अस्ति, घट अभावः पुनरपि संयोगसम्बन्धेन अस्ति, तर्हि त्रिकालेषु संयोगसम्बन्धः अस्ति इति वक्तव्यं वा? न, त्रैकालिकसंयोग अवच्छिन्नप्रतियोगिता घटे वर्तते वा? त्रैकालिकसंयोग अवच्छिन्न, संयोग अवच्छिन्न न वर्तते इति अहं चिन्तयामि। सत्यं, न वर्तते खलु? हा, समीचीनं, समीचीनः, समीचीन अवगमनमस्ति, न वर्तते, अस्तु भवतु। तर्हि इदानीं समवायसम्बन्धः इति स्वीकरोतु, ह्यः भूतले घटः समवायसम्बन्धेन नास्ति इति अहं वदामि, तत्र घटः नास्ति एव, भूतले घटः नास्ति, किन्तु अहं किं वदामि, समवायसम्बन्धेन नास्ति इति वदामि। अद्य घटः भूतले वर्तते, किन्तु केन सम्बन्धेन वर्तते? समवायसंयोगसम्बन्धेन वर्तते, न तु समवायसम्बन्धेन। अतः अद्यापि अहं वदामि, यद्यपि भूतले घटः साक्षात् वर्तते, तथापि समवायसम्बन्धेन नास्ति इति अहं वदामि। श्वः अपि तत्र, श्वः घटः नास्ति, किन्तु श्वः अपि मया वक्तुं शक्यते समवायसम्बन्धेन घटः नास्ति इति। तर्हि तादृशसन्दर्भे त्रैकालिकसमवाय अवच्छिन्नप्रतियोगितातः प्रतियोगिता घटे वर्तते वा न वा? वर्तते। हा, इति कृत्वा, इति कृत्वा एवं लिखितमस्ति। तर्हि तादृश त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगितातः अत्यन्ताभावः इति किमर्थं लक्षणं दत्तमस्ति इति चेत्, तत्र अन्योन्याभावात् भेदः साधनीयः इति कृत्वा। अग्रे इतोपि किञ्चित् चिन्तनं कुर्मः, तदा इतोपि स्पष्टता जायेत। अत्र केवलं उद्देशरूपेण मूलग्रन्थकारेण यद् लिखितं तस्मिन्नेव विषये अस्माभिः चिन्तनं क्रियते इति कृत्वा। अस्तु, अग्रे इदानीं तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगितातः अत्यन्त अन्योन्याभावः, तादात्म्यसम्बन्ध अवच्छिन्न, एतत् स्वीकृत्य चिन्तयेम, यथा घटः पटः न भवति इति। तर्हि घटः पटः न इत्यत्र कस्य अन्योन्याभावः कस्मिन् उच्यते? तमश् महोदय वदतु। घटः पटः न, हा, पटे, पटे घटस्य अन्योन्यभावः अस्ति इति वा घटे पटस्य अन्योन्यभावः घटः पटः न घटः घटे पटः पटत्वं नास्ति इति घटः पटः न घटे पटत्वं नास्ति इति एव हा इत्युक्ते पटत्वं नास्ति इति हा घटे पट अन्योन्यभावः पटः न इति उक्तं खलु तत्र न इति पटेन सह तस्य अन्वयः न तु घटेन सह इति कृत्वा घटः पटः न इति वाक्यस्य अर्थः कः इति चेत् घटे पट अन्योन्यभावः वर्तते इति पट अन्योन्यभावः वर्तते इति अस्तु तर्हि इदानीं घटः केन सम्बन्धेन घटे वर्तते तादात्म्यसम्बन्धेन घटे वर्तते हा तादात्म्यसम्बन्धेन वर्तते तर्हि तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता घटाभावे एव अस्ति इति वा तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता इदानीं न अत्र पट अन्योन्य अभावः एव चे घटे पट अन्योन्य अभावः खलु तर्हि पटः केन सम्बन्धेन पठे वर्तते इति चेत् सा तादात्म्यसम्बन्धेन वर्तते इति वक्तव्यम् तर्हि इदानीं तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता पटं विहाय सर्वत्र भवितुम् अर्हति पट अन्योन्य तत्र प्रतियोगिता तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता पटं विहाय इत्युक्ते कथं वक्तव्यं तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता तर्हि अत्र पटे प्रतियोगिता अस्ति पटे प्रतियोगिता अस्ति पट अभावस्य प्रतियोगिता पटे वर्तते स च प्रतियोगिता केन अवच्छिन्ना इति चेत् तादात्म्यसम्बन्ध अवच्छिन्ना इति वक्तुं शक्यते किमर्थमिति चेत् पटः पटे तादात्म्यसम्बन्धेन वर्तते अस्तु किं कुर्मः किञ्चित् अग्रे पठेम तदनन्तरं पुनः अस्मिन् विषये चिन्तनं कुर्मः तत्र कः प्रत्ययस्य कः अर्थः इति मया समीचीनतया न अवबुद्धम् अस्तु रमेशमहोदय अग्रे पठतु महोदय निरूपिताः निरूपिताः विस्तरेण भावाः सम्प्रति अभावान् आह प्राग् अभाव इत्यादीना अनादिः इति अनादि इत्यस्य कः अर्थः यदि च प्रागभावप्रतियोगित्वं तदा प्राग् अभावलक्षणे प्रागभावः प्रविष्टः इति आत्माश्रयः दोषः यस्य लक्षणं कर्तुं प्रवृत्तं तस्य बोधनाय तस्य एव आश्रयणं क्रियते चेत् भवति आत्माश्रयः यथा प्रकृते प्रागभावलक्षणे प्रागभावप्रवेशः निरूपिताः विस्तरेण भावाः तर्हि पूर्व यद् निरूपितं तत् सर्वं भावपदार्थाः सन्ति इति उक्तं सम्प्रति अभावान् आह प्रागभावः इत्यादिना इदानीं अभावस्य प्रागभाव इत्यादि उच्यते इति अनादिः इति यत् वस्तुते अनादिः इत्यस्य कः अर्थः प्रथमं शब्दः प्रथमः शब्दः अस्ति अनादिः तस्य अर्थः कः इति तत्र चिन्तनं यदि च प्रागभाव अप्रतियोगित्वं प्रागभाव अप्रतियोगित्वं तदा यदि तस्य अनादिः इत्यस्य प्रागभाव अति अप्रतियोगित्वम् इति लक्षणं क्रियते चेत् तदा प्रागभावलक्षणे प्रागभावः प्रविष्टः भवति. यदा तस्य प्रविष्टं भवति तदा तद् आत्माश्रयः दोषः भवति इति उक्तम्. अत्र आत्माश्रयः दोषस्य लक्षणं कृतं. यस्य लक्षणं कर्तुं प्रवृत्तं तस्य बोधनाय तस्य एव आश्रयणं क्रियते चेत् भवति आत्माश्रयः. आत्माश्रयस्य विवरणं दत्तमस्ति. आत्माश्रयः इत्युक्ते यस्य लक्षणं कर्तुम् इष्यते तस्य शब्दस्य एव यदि लक्षणे प्रविष्टं भवति तर्हि तत् आत्माश्रयः इति उच्यते. तद् दोषः अपि इति इत्युक्ते लक्ष्यस्य लक्षणे प्रवेशनं, लक्ष्यमेव लक्षणे प्रविष्टमस्ति. तर्हि इन्फिनिट् रिग्रेस्. सत्यं यथा प्रकृते प्रागभावलक्षणे प्रागभावप्रवेशः. अस्तु, तत्र प्रागभाव अप्रतियोगित्वम् इति पदमस्ति खलु, तस्मिन् विषये किञ्चित् चिन्तयतु. प्रागभाव अप्रतियोगित्वं नाम किम्? प्रागभावस्य अप्रतियोगी यस्मिन् अस्ति तद् प्रागभाव अप्रतियोगित्वं भवति वा? न, यस्मिन् अस्ति इति किमर्थम्? प्रागभाव अप्रतियोगित्वं प्रागभावस्य प्राग् अभावः प्रागभावस्य प्रतियोगी अप्रतियोगी प्रागभावस्य अप्रतियोगी प्रागभावस्य अप्रतियोगी इत्युक्ते किम्? अप्रतियोगी तत्र अप्रतियोगी नै इति न प्रयुज्य वदतु. अप्रतियोगी यः न कीदृशनयि इति वा प्रश्नः? विरोधी अस्ति. किमर्थं विरोधः? यत्र प्रतियोगी अस्ति, यः प्रतियोगी अस्ति तस् अप्रतियोगी, यः प्रतियोगी न अस्ति भिन्नः वा विरोधः वा इति प्रश्नः. भिन्नः अपि भवितुमर्हति. अभावार्थे अत्र नै, प्रागभाव अप्रतियोगित्वम् इत्युक्ते प्रागभावप्रतियोगित्व अभावः इति अर्थः. प्रागभावप्रतियोगित्व अभावः, प्रागभावस्य प्रतियोगी तस्मिन् प्रागभावप्रतियोगित्वं प्रागभावप्रतियोगित्वस्य अभावः. तर्हि अत्र प्रागभावः घटप्रागभावः इति स्वीकुर्मः. प्रागभावस्य प्रतियोगी कः? घटप्रागभावस्य प्रतियोगी घटः. घटः घटे प्रागभावप्रतियोगित्वं वर्तते खलु. प्रागभावप्रतियोगित्वस्य अभावः कुत्र इति चेत् अनादिः. तदेव अनादिः इति उच्यते. इत्युक्ते प्रागभावस्य प्रतियोगित्वं यस्य न वक्तुं शक्यते सः एव अनादिः इति तादृशं भवति लक्षणम्. किन्तु तत्र आत्माश्रयदोषः अस्ति. किमर्थमिति चेत् प्रागभावः इति पदं प्रागभाव अप्रतियोगित्वम् इति लक्षणं तस्य प्रागभावस्य. तर्हि लक्ष्यं प्रागभावः, लक्षणे प्रागभावः इति पदं प्रयुक्तमस्ति. घटः इत्युक्ते किम् इति चेत् अत्र न घटत्वं नाम किम्? घटत्ववत्त्वं घटत्वम् इति लक्षणं कुर्मश्चेत् तद्वत्त्वं तदेव. अतः घटत्ववत्त्वं घटत्वम् इति वदामश्चेत् संस्कृतभाषया अत्र क्लेशः नास्ति. घटत्वं घटत्वं वत् घटत्ववत् किं? घटः तद्वत्त्वं घटत्वं घटत्ववत्त्वं घटत्वम् इति लक्षणं कुर्मश्चेत् भाषादृष्ट्या क्लेशः नास्ति, किन्तु अवबोधः न जायते. किमर्थम् इति चेत् घटत्वम् इति पदं घटत्वलक्षणे प्रविष्टमस्ति, तदेव आत्माश्रयदोषः. घटत्ववत्त्वं घटः घटत्वम् इति लिखन्तु, घटत्ववत्त्वं घटत्वम्. घटत्ववत्त्वं घटत्वम् इति लक्षणं कुर्मश्चेत् तत्र लक्ष्यप्रवेशः लक्षणे जातः इति कृत्वा आत्माश्रयदोषः. अस्तु अग्रे महोदय. अतः आदिः उत्पत्तिः आद्यक्षणसम्बन्धः यस्य वर्तते सः आदिः, तादृशसम्बन्धशून्यः अनादिः इति व्याख्येयम्. घटादिः च भवति एवं विदः सादिः. तत्र आद्यक्षणसम्बन्धसत्वात् तद् अन्यत्वं प्राग् अभावः अस्ति, प्रागभावे अस्ति. एवं सान्तत्वं ध्वंसप्रतियोगित्वं च अस्ति इति समन्वयः. घट्ट उत्पत्तिकाले च प्रागभावस्य ध्वंसः निरूपितः एव अस्माभिः तत्र एव द्रष्टव्यः. पृष्ठ 142. एतस्य प्रागभावस्य प्रतीतिकालम् आह उत्पत्तेः पूर्वकार्यस्य इति. पूर्वं कार्यस्य इति. इदमपि पृष्ठः 27 वर्णितं, तत्र एव द्रष्टव्यम्. अस्तु, तर्हि आदिः इति पदस्य लक्षणं कथं कृतम्? उत्पत्तेः आद्यक्षणसम्बन्धः यस्य वर्तते सः आदिः. यस्य उत्पत्तिक्षणसम्बन्धः अस्ति सः आदिः इति. यस्य तादृशसम्बन्धशून्यः अनादिः. यस्य तादृशसम्बन्धः नास्ति सः अनादिः इति. तर्हि प्रागभावः अनादिः इत्युक्ते कथम् अवगन्तव्यम्? यस्य आद्यक्षणसम्बन्धः न वक्तुं शक्यते, यस्य आद्यक्षणसम्बन्धः न वक्तुं शक्यते सः अनादिः इति. केवलम् आद्यक्षण इति मा वदतु. उत्पत्तिः आद्यक्षण, उत्पत्तेः आद्यक्षणसम्बन्धः, उत्पत्तेः आद्यक्षणसम्बन्धः, उत्पत्ति आद्यक्षणसम्बन्धः न वक्तुं शक्यते इत्युक्ते किम्? यस्य उत्पत्तिः न भवति इति वा? तदेव. यस्य उत्पत्तिः नास्ति सः अनादिः इति अर्थः. सामान्यभाषया वक्तव्यं चेत् यस्य उत्पत्तिः नास्ति सः अनादिः. यस्य उत्पत्तिः नास्ति सः अनादिः इति लिखन्तु सामान्यभाषया. एवं ध्वंसः इत्युक्ते किम्? यस्य अन्तः नास्ति सः अनन्तः इति. यस्य नाशः नास्ति, नाशः नास्ति सः अनन्तः. सः अनन्तः, अनन्तः, सः अनन्तः. अस्तु, इति अवगच्छामश्चेत् पर्याप्तं। तर्हि एवमुक्तं, यस्य उत्पत्तिः नास्ति सः अनादिः, यस्य नाशः नास्ति सः अनन्तः इति वदामश्चेत् तर्हि इदानीं प्रागभावः अनादिः इति उक्तं चेत् तस्य उत्पत्तिः नास्ति किन्तु सान्तः इत्युक्ते तस्य नाशः भवति। यस्य उत्पत्तिः न भवति किन्तु नाशः भवति सः प्रागभावः, यस्य उत्पत्तिः भवति किन्तु नाशः न भवति सः प्रध्वंसभावः इति लक्षणम्। अस्तु अग्रे महोदय। घट आदिः भवति एवं विधः सादिः, हा घटः सादिः अस्ति, तस्य उत्पत्तिक्षणं वक्तुं शक्यते। तत्र आद्यक्षणसम्बन्धसत्वात् तत् अन्यत्वं प्रागभावे अस्ति। तत्र इत्युक्ते तत्र घटादिः एवं विधः सादिः तत्र सम्बन्धत्वात्, तत्र इत्युक्ते घटस्य घटे इति अर्थः, घटे आद्यक्षणसम्बन्धसत्वात्, घटे आद्यक्षणसम्बन्धः अस्ति तद् अन्यत्वं प्रागभावे अस्ति। तदन्यत्वमित्युक्ते आद्यक्षणसम्बन्धरहितत्वम्, आद्यक्षणसम्बन्ध असत्त्वम्। आद्यक्षणसम्बन्ध असत्त्वं प्रागभावे अस्ति इत्युक्ते सामान्यभाषया अवगन्तव्यं चेत् यथा अस्माभिः उक्तम्, उत्पत्तिः नास्ति चेत् सः अनादिः, उत्पत्तिः नास्ति इति कथं वदेम, आद्यक्षणसम्बन्धः नास्ति इत्यतः, उत्पत्ति आद्यक्षणसम्बन्धः नास्ति इत्यतः उत्पत्तिः नास्ति इति उक्तम्। अत्र इतोपि अधिकं न चिन्तनीयम् इति भाति, इत्युक्ते यस्य उत्पत्तिः नास्ति सः अनादिः, यस्य नाशः नास्ति सः अनन्तः इति अवगच्छामश्चेत् पर्याप्तम्। तर्हि प्रागभावः अनादिः इत्युक्ते किं, प्रागभावस्य उत्पत्तिः नास्ति इति एव अवगन्तव्यम्। अस्तु अग्रे पठतु महोदय, ध्वंसलक्षणमाह इति। ध्वंसलक्षणमाह सादिः अनन्तः इति इह अपि धनसार्थक्यं पूर्ववत् बोध्यम्। धनसार्थक्यं कृतं वा अनादिबोध्यम् इत्युक्ते अनादिशान्तः खलु, तत्र द्वयमपि भवेत्, केवलम् अनादिः वर्तते चेत् सर्वे किम् आकाशे अतिव्याप्तिः, आकाशे अतिव्याप्तिः, शान्तः केवलं शान्तः भवेत् चेत् घटे अतिव्याप्तिः भवति। सत्यं, तर्हि अनादित्वे सति शान्तत्वम् इति वदामश्चेत् केवलं प्रागभावे लक्षणं पतति एवम् अत्रापि। तर्हि आद्यक्षणसम्बन्ध असत्त्वं यथा उक्तम्, अत्र अन्तिमक्षणसम्बन्धशून्यत्वम् इति वक्तव्यम्, अन्तिमक्षणसम्बन्धशून्यत्वम्, आद्यक्षणसम्बन्ध असत्त्वम् अथवा शून्यत्वम्, आद्यक्षणसम्बन्धशून्यत्वम् अनादिः, अन्तिमक्षणसम्बन्धशून्यत्वम् अनन्तः इति एवमपि लिखितुं शक्यते। शून्यः अनन्तः अथवा शून्यत्वम् अनन्तत्वम्, अन्तिमक्षणसम्बन्धशून्यत्वम् अनन्तत्वम्, आद्यक्षणसम्बन्धशून्यत्वम् अनादित्वम्। तर्हि आद्यक्षणसम्बन्ध शून्यत्वे सति अन्तिमक्षणसम्बन्धसम्बन्धत्वं प्रागभावत्वं हा इति वक्तुं शक्यते. सो वी हाव् टु क्रियेट् अवर् ओन् डेफिनेशन्स् हियर्. अस्तु, इदानीम् अत्यन्त अभावलक्षणं तत्र गच्छेयं महोदय, पठतु. अत्यन्त अभावलक्षणम् आह त्रैकालिक इति. अस्य नित्यः इति अर्थः संसर्ग अभावः इति च विशेष्यदलम्. संसर्ग अभावः इति विशेष्यदलम्. त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता. ओके, संसर्ग अभावः इति विशेषदलं, त्रैकालिक इति विशेषणदलमस्ति. तस्य संसर्गेन अभावः इति विग्रहः. संसर्ग अभावः, संसर्गेन अभावः. संसर्गेण अभावः इत्युक्ते किम्? संसर्गेण अभावः अत्र कस्मिन् अर्थे तृतीया? संसर्गेण अभावः कस्मिन् अर्थे तृतीया? न बुद्धम्. अग्रे पठतु. संसर्गेण अभावः इति विग्रहः. तेन च संसर्गस्य सम्बन्धस्य प्रतियोगिता अवच्छेदकत्वलाभः. तेन च संसर्गस्य सम्बन्धस्य प्रतियोगितावच्छेदकत्वलाभः. तथा च नित्यत्वे सति संसर्ग अवच्छिन्नप्रतियोगिताका अभावत्वम् अत्यन्त अभावलक्षणं पर्यवसितम्. अत्यन्त अभावलक्षणम् आह अस्तु त्रैकालिक इति. अस्य नित्यः इति अर्थः. त्रैकालिकः इत्युक्ते नित्यः, त्रैकालिक इत्युक्ते नित्यः. संसर्ग त्रिषु अपि कालेषु वर्तते, सः त्रैकालिकः. संसर्ग तर्हि अभावः, संसर्ग अभावः इति विशेष्यदलम्. अत्र द्वे दले स्तः, एकं तु त्रैकालिकः इति, द्वितीयं दलं संसर्ग अभावः इति. संसर्ग अभावः तत्र विशेष्यदलमस्ति. तस्य संसर्गेन अभावः इति विग्रहः. संसर्गेन अभावः इदानीम् संसर्ग अभावः इति विशेष्यदलम् इत्युक्ते किं? विशेष्यदलम् इति नाम किम्? विशेष्यमस्ति, तस्य विशेषणमस्ति त्रैकालिकम् इति. त्रैकालिकः इति विशेषणम् अस्ति इति वा? त्रैकालिकः संसर्ग अभावः, त्रैकालिकः संसर्ग अभावः, अत्यन्त अभावः इति उक्तम्. इत्युक्ते त्रैकालिकः इति संसर्ग अभावः इत्यस्य विशेषणम्, अपि च संसर्ग अभावः इति अत्यन्त अभावस्य विशेषणम्. अत्र सामान्य उदाहरणमहं वदामि. बृहत्, नीलं, सुगन्धम्, उत्पलम् इति वाक्यं स्वीकुर्मः. बृहत्, नीलं, सुगन्धम्, उत्पलम् तर्हि इदानीं बृहत् इति विशेषणं विशेष्यमस्ति सुग उत्पलं बृहदुत्पलं नीलम् उत्पलं सुगन्धम् उत्पलम् इति पदत्रयमपि विशेषणं बृहत् इति नीलम् इति उत्प सुगन्धम् इति पदत्रयमपि विशेषणम् एकमेव विशेष्यम् उत्पलम् इति अस्तु किन्तु इदानीं अत्र डार्क् अथवा डीप् इत्यस्य संस्कृतपदं किम् इति न जाने इदानीं मनसि नागच्छति किन्तु बिग् ब्लू गुड् स्मेल्लिङ्ग् लोटस् इति अनुक्त्वा डीप् रेड् गुड् स्मेल्लिङ्ग् लोटस् इति यदि अहं वदामि तत्र डीप् इति पदम् उत्पलस्य विशेषणं नास्ति किन्तु रक्तस्य विशेषणं डार्क् रेड् लोटस् इति यदि अहं वदामि तत्र डार्क् इति रेड् कलर् इत्यस्य विशेषणम् अन्येभ्यः रक्तवर्णेभ्यः रक्तवर्णं व्यावर्तयति तदनन्तरं रेड् इति लोटस् इत्यस्य विशेषणम् तद्रीत्या अत्र उक्तमस्ति त्रैकालिकः इति संसर्ग अभावः इत्यस्य विशेषणं यथा डीप् अथवा डार्क् तदनन्तरं संसर्ग अभावः इति अन्यान्य अभावस्य विशेषणम् क्षम्यताम् अन्योन्य न अत्यन्त अभावस्य विशेषणम् अत्यन्त अभावस्य विशेषणं सो यु शुड् रीड् दिस् सेण्टेन्स् त्रैकालिकः संसर्ग अभावः अन्यो अत्यन्त अभावः इति वाक्यं कथम् अवगन्तव्यम् इति चेत् डार्क् रेड् लोटस् इति तद्वत् अवगन्तव्यमस्ति अतः विशेष्यदलम् इति उक्तं न तु विशेषणदलं किमर्थम् इति चेत् त्रैकालिकः इति संसर्गाभावस्य विशेषणं भवति अत्यन्त अभावः त्रैकालिकः न भवति इति घटमानयति चेत् अत्यन्तभावः अपगच्छति खलु पश्येम तर्हि त्रैकालिकः इति पदं संसर्ग अभावः इत्यस्य व्यावर्तनं कस्मात् क्रिया करोति संसर्ग अभावः यत् त्रैकालिकः नास्ति तस्मात् करोति अत्र तर्हि तत्र इत्युक्ते अस्तु इतोपि चिन्तनं कुर्मः तस्य संसर्गेण अभावः इति विग्रहः संसर्गेण अभावः इति तृतीयतत्पुरुषः खलु तृतीयतत्पुरुषः एव तर्हि अत्र तृतीया कस्मिन् अर्थे तृतीयतत्पुरुषसमासस्य अन्यत् उदाहरणं वदति वा नकैः भिन्नः नकैः नकभिन्नः तृतीया तत्पुरुषसमासः केन सूत्रेण भवति कर्तृकरणो कृता बहुलं पश्येम कर्तृकरणे कृता बहुलम् इति सूत्रेण तृतीया भवति किन्तु केवलं तत्सूत्रेण एव तृतीया तत्कृतार्थेन गुणवचनेन इति सूत्रमस्ति 2130 तृतीया तत्कृतार्थेन गुणवचनेन सुप्सुपा इति वर्तते तस्य विशेषणम् अहं काशिकातः पठन् अस्मि किञ्चित् व्याकरणविषये अपि चिन्तनं कुर्मः सुप्सुपा इति वर्तते तस्य विशेषणम् एतत् तृतीयान्तं गुणवचनेन अर्थशब्देन च सह समस्यते तत्पुरुषसमासश्च भवति कीदृशेन गुणवचनेन तत्कृतेन तदर्थकृतेन तृतीयान्तार्थकृतेन इति यावत् शङ्कुलयाखण्डः शङ्कुलाखण्डः शङ्कुलयाखण्डः शङ्कुलाखण्डः कट् बै द निप्पर् किरिकाणः मेड् ब्लैण्ड् बै वन् ऐ इति अर्थः शङ्कुलया खण्डः एवं संसर्गेण अभावः इति न भवति खलु तर्हि तृतीया तत्कृतार्थेन गुणवचनेन इति सूत्रेण न भवति तदनन्तरं पूर्वसदृशसमानार्थकलहनिपुणमिश्रश्लक्ष्णैः इति सूत्रेणापि तृतीया तत्पुरुषसमासः भवति पूर्वसदृशसम ऊनार्थकलहनिपुणमिश्रश्लक्ष्णैः इत्येतैः सह तृतीयान्तं समस्यते तत्पुरुषसमासश्च भवति अस्मादेव वचनात् पूर्वादिभिः योगे तृतीया भवति हेतौ वा द्रष्टव्या इत्युक्ते एतत् सूत्रं केवलं समासविधायकसूत्रं नास्ति किन्तु तृतीया विभक्तिविधायकसूत्रमपि अस्ति पूर्वं मासेन पूर्वमासेन पूर्वमासः मासपूर्वः मासेन पूर्वः मासपूर्वः मातृसदृशः पितृसदृशः मातृसमः मात्रासमः मातृसमः इति भवति अस्तु तादृशं भवति वा संसर्गेण अभावः इतोपि कर्तृकरणे कृता बहुलम् इति सूत्रं तृतीया इति वर्तते कर्तरि करणे च या तृतीया तदन्तं कृदन्तेन सह बहुलं समस्यते तत्पुरुषसमासश्च भवति सर्व उपाधि व्यभिचारार्थं बहुलग्रहणं कर्तरि अहिना हतः अहिहतः अहिनाहतः इत्यत्र कर्ता अस्ति अहि तेन हतः इति कृत्वा अहिहतः इति भवति नखैः भिन्नः नखभिन्नः परशुनाच्छिन्नः अत्र संसर्गेण अभावः इत्यत्र संसर्गः इति कर्ता वा नास्ति इति भाति दात्रेण लूनवान् परशुना छिन्नवान् इह समासः न भवति इति उक्तम् अस्तु इतोपि एकं कृत्यैः अधिकार्थवचने तत्पुरुषसमासः अपि भवति काकपेया नदी अन्येन व्यञ्जनम् इति सूत्रं तृतीया समासः दद्ना उपसिक्तः ओदनः दद्योदनः क्षीरोदनः इति भक्ष्येन मिश्रीकरणं तद्न भवति अत्र चतुर्थी तदर्थार्थ अस्तु तर्हि एतानि एव सूत्राणि षट् सूत्राणि सन्ति यैः तृतीया तत्पुरुषसमासः विधीयते किन्तु अत्र संसर्गेण अभावः इति विग्रहः तेन च अग्रे पठेम तेन च संसर्गस्य सम्बन्धस्य प्रतियोगिता अवच्छेदकत्वलाभः तथा च नित्यत्वे सति संसर्ग अवच्छिन्नप्रतियोगिता प्रतियोगिताक अभावत्वम् अत्यन्त अभावलक्षणं पर्यवसितम् अस्तु किं कुर्मः महोदय अग्रे पठेम अत्र उदाहरणं दृष्ट्वा पुनः अवगच्छेम ममपि समीचीनबोधः न जातः अस्तु अर्घेन पठतु महोदय संयोगेन घटः नास्ति हा महोदय संयोगेन घटः नास्ति समवायेन घटः नास्ति प्रतीति हि भवति इति प्रतीतिः भवति खलु नास्ति इति प्रतीतिः भवति अतः अत्यन्त अभावप्रतियोगितानां तत्तत् सम्बन्धविशेष अवच्छिन्नप्रतियोगिताकत्वं सिद्धम् इति विशेष्य दललाभः तादृश अभावस्य उत्पत्ति शक्तिनाशसाधकप्रमाणात् प्रमाण अभावात् तस्य नित्यत्वं त्रैकालिकत्व अपरपर्यायम् अपि सिद्ध्यति अपरपर्यायम् अपि सिद्ध्यति संयोगेन घटः नास्ति यदि संयोगेन घटः नास्ति समवायेन घटः नास्ति इति प्रतीतिः भवति तद्भवति खलु घटः नास्ति केन संयोगेन नास्ति समवायेनापि नास्ति इति प्रतीतिः भवति अस्तु अतः अत्यन्त अभाव प्रतियोगितानां तत्तत् सम्बन्धविशेष अवच्छिन्न प्रतियोगिताकत्वं सिद्धम् इति विशेष्यदललाभः अत्यन्त अभावप्रतियोगितानाम् अत्यन्त अभावप्रतियोगितानाम् इत्युक्ते किम् अत्यन्त अभावप्रतियोगितानाम् इत्युक्ते अत्यन्त अभावस्य ये प्रतियोगिताः सन्ति तेषाम् इति वा अत्यन्त अभावनिष्ठप्रतियोगिता अत्यन्त अभावस्य प्रतियोगिता इति नास्ति प्रतियोगिता प्रतियोगिनी भवति खलु निष्ठ अत्यन्त अभावनिष्ठप्रतियोगिता कीदृशप्रतियोगिता इत्युक्ते रागभावप्रतियोगिता भवति प्रध्वंसप्रतियोगिता अपि भवति प्रध्वंस अभावनिष्ठप्रतियोगिता भवति प्राग्भावनिष्ठप्रतियोगिता भवति अत्यन्त अभावनिष्ठप्रतियोगिता भवति अन्योन्य अभावनिष्ठप्रतियोगिता भवति तेषु कीदृशप्रतियोगिताविषये अस्माकं चिन्तनम् इति चेत् अत्यन्त अभावप्रतियोगिता तर्हि अत्यन्त अभाव निष्ठ इति विशेषणं भवति प्रतियोगितायाः अस्तु अत्यन्त अभावप्रतियोगिता तेषां प्रतियोगिता प्रतियोगितानाम् अग्रे तत्तत् सम्बन्धविशेष तत्तत् इत्युक्ते अत्यन्त अभाव प्रतियोगितानां तत्तत् सम्बन्धविशेष अवच्छिन्न प्रतियोगिताकत्वं सिद्धम् अत्र घटः नास्ति भूतले घटः नास्ति इति चिन्तयतु संयोगेन नास्ति इति अहं वदामि तर्हि इदानीं घटे प्रतियोगिता अस्ति खलु घटः नास्ति इति कृत्वा घटे प्रतियोगिता नास्ति सा प्रतियोगिता केन सम्बन्धेन अवच्छिन्ना संयोगसम्बन्धेन अवच्छिन्ना हा संयोगसम्बन्धेन अवच्छिन्ना इति कृत्वा इदानीं प्रतियोगितायाः वर्णनं करोतु संयोगसम्बन्ध अवच्छिन्न प्रतियो सत्यं खलु घटे संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता वान् घटः इति वक्तव्यम् संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता वान् घटः इति इति अर्थसि इति संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता वान् प्रतियोगितावत् घट अभावः इत्युक्ते संयोग यदि घटः संयोगसम्बन्धेन भूतले वर्तते तर्हि संयोगसम्बन्ध अवच्छिन्न घटः इति वक्तव्यं भूतले किन्तु यदि घट अभावः अस्ति तर्हि केन सम्बन्धेन सः अभावः इति चेत् संयोगसम्बन्धेन इति विवक्षितं चेत् संयोगसम्बन्ध अवच्छिन्न प्रतियोगिताक अभावः संयोगसम्बन्ध अवच्छिन्न अतः एव तत्तत्सम्बन्ध इति उक्तम् यदि मम विवक्षा अस्ति संयोगसम्बन्धेन घटः नास्ति इति, तर्हि संयोगसम्बन्ध अवच्छिन्न संयोगसम्बन्धविशेष अवच्छिन्न प्रतियोगिताक अभावः. यदि मम विवक्षा समवायसम्बन्धेन घटः नास्ति इति, तर्हि समवायसम्बन्ध अवच्छिन्न प्रतियोगिताक अभावः इति वक्तुं शक्यते. कीदृश अभावः इति वक्तव्यम्. कीदृश अभावः? भूतले घटाभावः. कीदृश अभावः इति चेत् संयोगसम्बन्ध अवच्छिन्न प्रतियोगिताक अभावः. कुत्र? भूतले. तर्हि तद्बोद्धुं तत्तत्सम्बन्धविशेष अवच्छिन्न इति उक्तं. तत्तत्सम्बन्धविशेष इत्युक्ते संयोगसम्बन्धः विवक्षितः अस्ति चेत् संयोगसम्बन्ध अवच्छिन्न, समवायसम्बन्धः विवक्षितः अस्ति चेत् समवायसम्बन्ध अवच्छिन्न. अतः तत्तत्सम्बन्धविशेष सम्बन्धविशेषः इत्युक्ते संयोगसम्बन्धः वा समवायसम्बन्धः वा इति, सम्बन्धस्य विशेषः सम्बन्धविशेषः. तत्तत्सम्बन्धविशेष अवच्छिन्न प्रतियोगिताकत्वम् अस्तु. तर्हि इदानीं घटे भूतले घट अभावः वर्णनीयः. केन सम्बन्धेन घटाभावः अस्ति इति चेत् अस्माकं विवक्षा अस्ति संयोगसम्बन्धेन घटः नास्ति इति. तर्हि तद् कथं वक्तुं शक्यते, कथं वर्णयितुं शक्यते इति चेत् संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता प्रतियोगितावत् घटाभावः, प्रतियोगितावत् घटः तस्य अभावः. संयोगसम्बन्ध अवच्छिन्न प्रतियोगितावत् घटाभावः इति अनुक्त्वा संयोगसम्बन्ध अवच्छिन्न प्रतियोगिताक अभावः कः अभावः इति उक्तम्. इत्युक्ते तत्र निष्ठ अवबुध्यते वा? तर्हि क इत्यस्य निष्ठ इति प्रत्ययः कृत इति अर्थः. कृत इति अर्थः कृत इति संयोगसम्बन्ध अवच्छिन्न प्रतियोगितावत् घटः कृत कृत इति संसर्गेण कृत अभावः, संसर्ग अभावः वा? तर्हि हा इति भाति. अतः एव अत्र संसर्गेण कृतः इति भाति, संसर्गेण अभावः. अस्तु पुनः प्रयत्नं करोमि. संसर्ग सारि संयोग अवच्छिन्न प्रतियोगितावत् घटः तस्य अभावः घटाभावः. संयोगसम्बन्ध अवच्छिन्न प्रतियोगितावत् घटाभावः इति अनुक्त्वा, तदेव अर्थः अस्य वाक्यस्य. संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता कः अभावः. तत्र घटः इति त्यक्तं. किमर्थमिति घटः इति विशिष्टपदमस्ति. तर्हि सामान्यतया वक्तव्यं चेत् अभाव अत्यन्त अभावस्य सामान्यवर्णनं करणीयं चेत् घटः इति पदं त्यक्तव्यम्. अतः सम्बन्ध संयोगसम्बन्ध अवच्छिन्न प्रतियोगिताकः अभावः, प्रतियोगिताकः अभावः, तादृशप्रतियोगिता. अत्र कीदृशप्रत्ययः इति चिन्तनीयं. क इति प्रत्ययः अस्ति. अनन्तरम् अत्र अद्य किञ्चित् दृष्ट्वा वदामि. प्रतियोगिता क, अत्र क इत्यस्य कः अर्थः इति. क इति प्रत्ययः अस्ति महोदय. नूल् नास्ति वा? नूल् पाचकः आगच्छति, तादृशं नास्ति वा? प्रतियोगिता कः? नूल् पाचकः पचनं करोति इति पाचकः. प्रतियोगिता पचति इति पाचकः. पचति इति पाचकः. हा पचति इति पाचकः. तर्हि नूल् इति प्रत्ययः कर्तृर्थे विधीयते, कर्तृर्थे विधीयते. एवं नूळ् इति स्वीकुर्मश्चेत् अक प्रतियोगिता प्रतियोगितायाः कर्ता इति भवेत्, किन्तु प्रतियोगिता इति क्रिया नास्ति खलु. पचति इति पाचकः, प्रतियोगिता इति क्रिया नास्ति, अपि च अतः नूळ् न भवति, नूळ् न भवति, दूर् नूळ् धातोः एव भवति इति प्रतियोगिता इति नूळ् तु धातोः एव भवति. अत्र तद्धितप्रत्ययः अस्ति, प्रतियोगिता कः, प्रतियोगिता कः अभावः, अतः संयोगसम्बन्ध अवच्छिन्न प्रतियोगितावत् घटस्य अभावः इति वाक्यं, वाक्यस्य अर्थः सः एव अर्थः अस्य वाक्यस्यापि. संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता कः अभावः, सिद्धम् इति विशेष्यदलं दललाभः, तादृश अभावस्य उत्पत्तिनाशसाधकप्रमाण अभावात् इत्युक्ते अत्यन्त अभावस्य उत्पत्तिः जायते अथवा नाशः भवति इति प्रमाणं नास्ति, प्रमाणं नास्ति इत्यतः किं कृतवन्तः नैयायिकाः, तस्य नित्यत्वं स्वीकृतवन्तः. अतः प्रैकालिक इति विशेषणम् अपि दातम् अपि दत्तं, प्रैकालिकत्व अपरपर्यायं, नित्यत्वस्य पर्यायपदमस्ति त्रैकालिकमिति, तर्हि तत् स्थापितम्. यदि नित्यत्वम् इति एव दलं नित्यत्वे सति, केवलं नित्यत्वमेव दलं, तर्हि आकाशे अतिव्याप्तिः भवति. यदि यदि संयोग अवच्छिन्न अथवा सम्बन्ध अवच्छिन्न तत्तत् सम्बन्ध अवच्छिन्न प्रतियोगिता कत्वम् इति दलमेव स्थापयामः, कुत्र अतिव्याप्तिः भवति, किमर्थं नित्यत्वम् इत्यस्य आवश्यकता इति चिन्तयन्नस्ति. प्रागभावे अतिव्याप्तिः भवति, प्रागभावे अपि अभावः अस्ति तदपि, परन्तु सम्बन्धः अस्ति वा संसर्ग समवायेन प्रागभावः अस्ति इति वक्तुं शक्यते वा. सत्यं खलु, तदेव नैयायिकाः वदन्ति, इत्युक्ते येन सम्बन्धेन भवितुम् अर्हति तत्सम्बन्धेन वा तस्य अभावः अपि, इत्युक्ते प्रागभावः घटः केन सम्बन्धेन उत्पद्यते, समवायसम्बन्धेन खलु, घटः समवायसम्बन्धेन उत्पद्यते इति कृत्वा घटप्रागभावः कुत्र वर्तते, कपाले वर्तते, केन सम्बन्धेन, समवायसम्बन्धेन इति वक्तव्यम्. घटः समवायसम्बन्धाने कपाले जायते इति कृत्वा घटप्रागभावः अपि समवायसम्बन्धेन कपाले वर्तते इति वक्तव्यम् इति वदामश्चेत् समवायसम्बन्धवच्छिन्नप्रतियोगिता कत्व अभावः कपकत्वम् इति दलमेव स्वीकुर्मश्चेत् प्रागभावे अतिव्याप्तिः भवति इति कृत्वा नित्यत्वम् इति दलं योजनीयम्. उत्तमम्. सो तत्तत्सम्बन्धविशेष अवच्छिन्नप्रतियोगितात्वम् इति एकमेव दलं दलं वदामश्चेत् प्रागभावे अतिव्याप्तिः, नित्यत्वम् इति दलमेव योजयामश्चेत् आकाशे अतिव्याप्तिः, उभयमपि मिलित्वा वदामश्चेत् केवलम् अत्यन्ताभावे एव प्रतिपदे भवति. हा तर्हि इदानीम् अन्योन्य अभावः इति अवगन्तुं शक्यते, तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता कः इति उक्तम्. तादात्म्यसम्बन्धेन स्वमेव स्वस्मिन् भवति न तु अन्यः. अत्र तत्तत्सम्बन्ध अवच्छिन्नविशेषता विशेष अवच्छिन्नप्रतियोगिता कत्वं यदि घटः जायते तर्हि कपाले भवति समवायसम्बन्धेन इति कृत्वा तादात्म्यसम्बन्धः न भवति, अतः तादात्म्यसम्बन्धः इति उक्तम्। अस्तु अग्रे पठेम। तदनन्तरं अत्र भिन्नरीत्या लिखित्वा सामान्यरीत्या लिखित्वा अवगमनं कुर्मः। अस्तु स्वामिमहोदय अग्रे पठति वा? यद्यपि यद्यपि उद्देशग्रन्थे घटः एव अभावं नाशयितुं प्रभवति इति लिखितं, परन्तु तत् बालबोधनाय एव। वस्तुतः घटे सति अभावः न प्रतीयते, न ज्ञायते इति एव वक्तव्यम्। घटस्य अपसारणे उत्पत्तिक्षणपूर्वक्षणपर्यन्तं ध्वंसक्षणमारभ्य वा खलु प्रतीयते, इह भूतले घटः नास्ति इति अत्यन्त अभावः। तस्य न तत्काले उत्पन्नस्थानं किन्तु प्रयुक्तस्य भानम्। यथा ज्ञाने सति विषयता प्रयुज्यते तथा अत्यन्ताभावः नित्यः प्रयुज्यते। पुनः पङ्क्तिशः पठतु, पठित्वा किञ्चित् वदतु। यद्यपि उद्देशग्रन्थे घटः एव अभावं नाशयितुं प्रभवति इति लिखितं, परन्तु तद् बालबोधनाय एव इति उक्तम्। इत्युक्ते किम्? तस्य उपरि किञ्चित् गम्भीर चिन्तनं न अत्र अस्य वाक्यस्य अस्य वाक्यद्वयोः अर्थः अतः इति वदतु। यदा घटः जायते उत्पत्तिः भवति तदा अभावं घटाभावं नश्यति। न इदानीं कस्मिन् कस्य अभावस्य विषये चिन्तनम्? अत्यन्त अभावः। हा तर्हि घटः जायते इति न वक्तव्यम्। घटः जायते चेत् कस्य अभावस्य नाशः भवति? प्रागभावः। हा किन्तु प्रागभावस्य विषये धनं चिन्तनं नास्ति, घटप्रागभावः नश्यत्येव। घट उत्पत्तेः घटप्रागभावः नश्यत्येव, तत्र क्लेशः नास्ति। किन्तु अत्र अन्योन्य अत्यन्त अभावस्य विषये चिन्तनं प्रभवति इति लिखितम् इति। हा प्रभवति इत्युक्ते नाशयितुं प्रभवति इत्युक्ते शक्तिः अस्ति इति। ओ प्रभवति इत्युक्ते पोटेन्शियल्। पुनः वदतु तर्हि अस्य वाक्यस्य अर्थः कः? घटे घटाभावं नाशयितुं शक्तिः अस्ति। पुनः केवलम् अभावः इति मा वदतु भवती, कस्मिन् विषये चिन्तनम्? इदानीं कस्य अभावस्य विषये चिन्तनम्? अत्यन्त अभावः। पूर्वं किम् उक्तम्? इदानीम् एकनिमिषम्, इदानीं भूतले घटाभावः अस्ति, तर्हि घटाभावस्य नाशं करोतु यदि अहं प्रार्थयामि तर्हि भवान् किं करोति? भूतले घटं स्थापयामि। हा खलु आम्, तदेव पूर्वम् उक्तम् उद्देशग्रन्थे, एवमेव उक्तं यदि घटस्य अत्यन्त अभावस्य नाशः करणीयः तर्हि तत्र घटः आनेतव्यः किमर्थमिति उभयोः मध्ये सः अनवस्थानविरोधः अस्ति इति उक्तम् यत्र घटः अस्ति तत्र घटाभावः न भवति यत्र घटाभावः अस्ति तत्र घटः न भवितुमर्हति इति कृत्वा घटस्य आनयनेन घटाभावः नश्यति इति उद्देशग्रन्थे उक्तम् किन्तु परन्तु तद् बालबोधनाय एव इति इदानीं वदति ग्रन्थकारः तर्हि इदानीं वस्तुस्थितिः किम् घटः तु नास्ति तत्र तदेव वस्तुस्थितिः वस्तुतः वस्तुस्थितिः कः इति चेत् घटस्य आनयनेन घट अभावः नश्यति वा न वा नश्यति इति बालबोधनाय पूर्वम् उक्तम् घट अभावः नश्यति इति यद् उद्देशग्रन्थे उक्तं तत् केवलं बालबोधनाय इति उक्तम् एतावत्पर्यन्तं खलु तर्हि आशयः कः न नश्यति इति वा हा वस्तुतः घटस्य आनयनेन घटाभावः न नश्यति इति वास्तविकम् इति वक्तुमिच्छति किन्तु घट अभावः तत्र न दृश्यते खलु घटस्य आनयनात् अनन्तरम् आनयनानन्तरं घटाभावः तत्र न दृश्यते घटः एव दृश्यते सत्यं महोदय तर्हि घटकः किं वदति वस्तुतः घटे सति घटस्य आनयनानन्तरम् अभावः न प्रतीयते तत्र अस्ति किन्तु न प्रतीयते इति उक्तम् हा अभावः तत्र अस्ति किन्तु न प्रतीयते महोदय अभावः महोदय प्रश्नः अस्ति घटः अपि च घटाभावः कथम् एकस्मिन् देशे भवितुमर्हति तद् न बुद्धम् इति एव नैयायिकानां सिद्धान्तः इति इदानीं स्पष्टीकरोति पूर्वम् अभावभावयोः मध्ये विरोधः अस्ति इति उक्तं बालबोधनाय उक्तं यत्र घटाभावः अस्ति यत्र घटः अस्ति तत्र घटाभावः न भवति तर्हि भूतले घटाभावः अस्ति चेत् घटस्य आनयनेन घटाभावः नश्यति इति पूर्वमुक्तं किन्तु इदानीं सः परिष्कृत्य ग्रन्थकारः वदति तत्र घटाभावस्य नाशः न भवति घट आनयनेन घटाभावस्य नाशः न भवति न जायते किन्तु तिरस्करणं भवति प्रतीतिः न जायते यदा इदानीं तत्र दीपः अस्ति इति चिन्तयतु कुत्रचित् दीपः वर्तते दीपस्य उपरि यदि अहं घटं स्थापयामि तर्हि दीपः न दृश्यते न प्रतीयते दीपः न प्रतीयते किमर्थं तत्र घटेन आवृतमस्ति दीपः किन्तु दीपः नास्ति इति न वक्तुं शक्यते यथा तद्वत् अत्रापि घट अभावः वर्तते किन्तु न प्रतीयते तस्य कारणम् अग्रे उच्यते किन्तु वस्तुतः घटे सति अभावः न प्रतीयते न ज्ञायते इत्येव वक्तव्यं बालबोधनाय पूर्वम् एवम् उक्तं घट अभावः नश्यति घटस्य आनयनेन घट अभावः नश्यति इति यत् पूर्वमुक्तं तद् बालबोधनाय किन्तु कथं वक्तव्यम् आसीत् घटाभावः वर्तते किन्तु न ज्ञायते इति एव वक्तव्यम् इति एतावत्पर्यन्तम् उक्तं कथमिति अग्रे इदानीं पश्येम स्वामी महोदय एतावत् अवबुध्यते खलु आं महोदय अस्तु अग्रे घटस्य अपसारेण घटस्य अपसारणे उत्पत्तिक्षण पूर्वक्षणपर्यन्तं ध्वंसक्षणम् आरभ्य वा खलु प्रतीयते इह प्रतीयते इह भूतले घटः नास्ति इति अत्यन्तः. अस्य वाक्यस्य अर्थः कः? घटानयनेन अभावः नश्यति इति प्रतीयते. तस्मिन् उत्पत्तिक्षणं पूर्वक्षणपर्यन्तं न, अत्र यद्वाक्यं प्रथमं भवता उक्तं तद्दोषाय तादृशम् आवदतु, पुनः वदतु. घटः अस्ति इदानीं घटाभावः न प्रतीयते, तदनन्तरं घटापसारणं भवति. भवता कथम् उक्तं घटस्य आनयनेन घट अभावः न प्रतीयते इति उक्तं, तादृशं न वदतु. घट अभावः न प्रतीयते, घटस्य आनयनेन घटाभावः, घटस्य नाश, घटाभावस्य नाशः भवति इति प्रतीयते इति भवता उक्तं, तादृशं मा वदतु. अस्तु वदतु, घटस्य अपसारेण इत्युक्ते किम्? प्रस्तुतक्षणे तु घटः अस्ति भूतले, इदानीम् अपसारणं भवति अनन्तरक्षणम्. इत्युक्ते अपसारणम् इत्युक्ते अन्यत्र नयनं खलु, घटस्य निवारणं कुर्मः चेत् ततः घटस्य अपसारणे तदनन्तरम् उत्पत्तिक्षणपूर्वक्षणपर्यन्तं महोदय, तत्र उत्पत्तिक्षण इत्युक्ते घट उत्पत्तिक्षणं वा? सत्यं, हा, अभाव महोदय, जस्ट् उच्चैः चिन्तयतु, अत्र मनसि मा चिन्तयतु, यद् यत्किमपि मनसि जायते तद् उच्चैः वदतु. उत्पत्तिक्षणपरि पूर्वक्षणपर्यन्तं, पूर्वक्षणपर्यन्तं ध्वंसक्षणमारभ्य वा खलु प्रतीयते? अत्र उत्पत्तिः प्रतीयते किं, तद्वदतु. उत्पत्तिक्षणपूर्वक्षणपर् ध्वंसक्षणमारभ्य उत्पत्तिक्षणपूर्वक्षणपर्यन्तं ध्वंसक्षणमारभ्य वा इति अस्ति, तर्हि ध्वंसक्षणपर्य आरभ्य इति त्यजतु. उत्पत्तिक्षणपूर्वक्षणपर्यन्तम् इत्यस्य अर्थः कः? उत्पत्तिक्षणपूर्वक्षणपर्यन्तं अत्यन्त अभावः अस्ति. कस्य तु, कस्य उत्पत्तिक्षणपूर्वक्षणपर्यन्तं? घट, घटस्य, घटस्य उत्पत्तिक्षणपूर्वक्षणपर्यन्तं वा? घटस्य उत्पत्तेः पूर्वक्षणं कः अभावः अस्ति? रागभाव. तर्हि अत्यन्त अभावः कथं वक्तुं शक्यते? तर्हि कस्य उत्पत्तिः महोदय? वदतु, तदेव भवता चिन्तनीयम्. अभावस्य उत्पत्तिक्षणं भवेत्, अत्यन्त अभाव. अत्यन्त अभाव उत्पत्तिक्षणपूर्वक्षणपर्यन्तम् इति अपि न भवति. इहभूतले घटः नास्ति इति प्रतीतिः भवति वा? घटस्य अपसारणं भवति खलु. अस्तु, अग्रे ध्वंसक्षणमारभ्य. न, अत्र महोदय, डोण्ट् लीव् दट्, यु हव् नाट् अण्डर्स्टुड् इट्, यु आर् लीविङ्ग् इट् अण्ड् गोयिङ्ग् फार्वर्ड्. अत्यन्त अभाव उत्पत्तिक्षण, अस्तु, अत्यन्त अभावः घटः अस्ति चेत् तर्हि अत्यन्त अभावः अस्ति. कथं तर्हि महोदय? नाट् एबल् टु थिङ्क् बियाण्ड् इट्. घटस्य अपसारणे अत्र वाक्यं कथमस्ति इति पश्यामः. इह भूतले घटः नास्ति इति प्रतीयते, तादृशप्रतीतिः एव अत्यन्त अभावः इति उक्तम्. घटस्य अपसारणे जाते किं प्रतीयते? अत्यन्त अभावः प्रतीयते. कथं प्रतीयते? इह भूतले घटः नास्ति इति अत्यन्त अभावः प्रतीयते कदा? घटस्य अपसारणे सति. घटस्य अपसारणे सति इदानीं घटे भूतले घटः अस्ति, तर्हि तदनन्तरं यदा घटस्य अपसारणं कुर्मः तदा घट अत्यन्त अभावः प्रतीयते. तत्र प्रतीयस्य प्रतीयते इत्युक्ते ज्ञानस्य आकारः कः? इह भूतले घटः नास्ति इति प्रतीयते. तदवबुद्धं खलु? अवबुद्धम्. हा, तर्हि इदानीम् उत्पत्तिक्षणपूर्वक्षणपर्यन्तम् इति उक्तं, तत्र कमापि स्थापितम्. उत्पत्तिक्षणपूर्वक्षणपर्यन्तम् अत्यन्त अभावः प्रतीयते. कीदृशं प्रतीयते? इह भूतले घटः नास्ति इति प्रतीयते. उत्पत्तिक्षणपूर्वक्षणपर्यन्तं कस्य उत्पत्तिः अत्र उक्तम्? अत्यन्त अभावः प्रतीयते. उत्पत्तिक्षणपूर्वक्षणपर्यन्तम् अथवा ध्वंसक्षणम् आरभ्य, इत्युक्ते ध्वंसस्य उत्पत्तिः, प्रध्वंस अभावस्य उत्पत्तिक्षणपूर्वक्षणपर्यन्तम् इति अवगन्तव्यम्. ध्वंसप्रध्वंसाभावस्य उत्पत्तिक्षणपूर्वक्षणपर्यन्तम्, अतः एव ध्वंसक्षणमारभ्य इति उक्तम्. ध्वंसक्षणमारभ्य अथवा प्रध्वंसस्य उत्पत्तिपूर्वक्षणपर्यन्तं किम् अत्यन्त अभावः प्रतीयते. कथं प्रतीयते? इह भूतले घटः नास्ति इति तादृशं प्रतीयते. सो यु हाव् टु स्प्लिट् द सेण्टेन्स् इन् टु टु. हा, प्रश्नः अस्ति तत्र, घटस्य अपसारणमेव अभवत् न तु ध्वंसः, खलु प्रध्वंसः इति वक्तुं शक्यते वा? नो, अपसारणं कृतं किन्तु कियत्पर्यन्तं तत्र अत्यन्त अभावः वर्तते इति वक्तुं शक्यते. हा, किन्तु प्रध्वंस इति भवान् अवदत् सत्यम्, घटस्य ध्वंसः न अभवत्. न, अत्र उत्पत्ति इति उक्तं खलु, तस्य उत्पत्तिः तावत्पर्यन्तम् इति उक्तम्, इत्युक्ते ध्वंसक्षणम् आरभ्य वा खलु प्रतीयते इह भूतले घटः नास्ति इति अत्यन्तभावः. तस्य न तत्तत् काले उत्पन्नस्य भानम् किन्तु प्रयुक्तस्य भानम्, यथा ज्ञाने सति विषयता प्रयुज्यते तथा अत्यन्त अभावः नित्यः प्रयुज्यते. अस्तु, अत्र किञ्चित् इतोपि गभीरचिन्तनं करणीयं. तत्र 160 पेज् मध्ये किं दत्तमस्ति? प्रयोजकता प्रयोज्यता, ज्ञाने प्रयोजकता अस्ति, प्रयोज्यता विषये अस्ति, विषयतायाम् अस्ति इति उक्तम्. प्रयोज्यप्रयोजकभावः इति पाठः 160. यद्धि अजन्यमपि किञ्चित् अधीनं प्रतीतिकम् तत् प्रयोज्यमिति प्रयुक्तं वा इति उच्यते. विषयत्वं पूर्वोक्तं तादृशम् अजन्यमपि तत् ज्ञान इच्छादिषु सत्सु एव भवति, जायते वा न अन्यथा. अतः विषयता न ज्ञानादिजन्या किन्तु ज्ञानप्रयोज्या, ज्ञानप्रयुक्ता इति वा उच्यते. ज्ञानं तादृशविषयतायाः प्रयोजकमित्युच्यते. इत्युक्ते ज्ञानं विषयतां न जनयति किन्तु प्रयोजका प्रयोजकं भवति. यदा कस्यचित् विषयस्य ज्ञानं भवति तदा एव तत्र विषयता प्रतीयते, न तु जायते. यदा कस्यचित् कस्यचित् विषयस्य ज्ञानं भवति, अत्र घटः अस्ति इति चिन्तयतु, भूतले घटः अस्ति, घटं केनापि न दृश्यते इत्युक्ते घटः विषयः नास्ति. तादृशसन्दर्भे घटे विषयता अस्ति वा? योग्यता अस्ति किन्तु विषयता नास्ति, तत्र साक्षात् विषयता नास्ति. अस्तु, इदानीम् अहं घटं पश्यामि, तर्हि ज्ञानस्य अहं विषयम् अहं घटं जानामि, तर्हि ज्ञानस्य विषयः कः? घटः. तर्हि इदानीं घटः विषयः इति कृत्वा घटे विषयता अस्ति, सा विषयता जाता वा अथवा प्रयुक्ता वा इति चेत् प्रयुक्ता इत्येव वक्तव्यम्. तत्र ज्ञानं प्रयोजकं भवति, विषयता विषयः योज्यं प्रयोज्यः भवति, विषयतायाः प्रयोज्यता अस्ति. एवम् अत्र वक्तव्यम् इति उक्तम्. इत्युक्ते भूतले अस्तु, घटस्य उत्पत्तेः पूर्वं घटप्राग्भावः अस्ति, घटस्य ध्वंसस्य अनन्तरं घटध्वंसः अस्ति, घटप्रध्वंसः अस्ति, तन्मध्ये तत्र मध्यकालम् अस्ति. घट उत्पत्तिक्षणम् आरभ्य घटध्वंसक्षणपर्यन्तं, घट उत्पत्तिक्षणमारभ्य घटध्वंसपर्यन्तं मध्ये यावत्कालं घटः वर्तते तावत्कालं घट अत्यन्त अभावः भूतले सर्वत्र च वर्तते. वर्तते चेत् प्रतीयत, घटमस्ति चेदपि प्रतीयत, न घटमस्ति चेत् तस्य प्रतीतिः न भवति, अस्ति किन्तु प्रतीतिः न भवति. घटस्य अपसारणे तस्य प्रतीतिः भवति. अस्तु, इदानीं सर्वम् अवगतम्. उत्पत्तिक्षणपूर्वक्षणपर्यन्तं ध्वंसक्षणम् आरभ्य वा इत्युक्ते अत्र नित्यत्वम् उक्तं खलु. घटस्य घट अत्यन्त अभावस्य नित्यत्वम् उक्तम्. यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं घट अत्यन्त अभावः नित्यः. इत्युक्ते आकाशवद् तस्य नित्यत्वं न अङ्गीकर्तव्यम्. अत्र कालत्रय त्रैकालिकम् इति यत् पदमुक्तं तत्र नित्यत्वम् इति अवगतं, किन्तु आकाशवद् नित्यः नास्ति. किमर्थम् इति चेत् घटः स्वयं नित्यः नास्ति. तर्हि घटनिष्ठप्रतियोगिता अथवा प्रतियोगिता कः? अभावः यदा कदापि नित्यं न भवति, आपेक्षिकनित्यत्वमेव वक्तुं शक्यते. यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं घट अत्यन्त अभावः अपि अस्ति. कुत्र? सर्वत्र घट अत्यन्त अभावः नास्ति, अस्ति. अस्तु, इदानीं भूतले घटः अस्ति, तत्र घटाभावः अस्ति वा इति चेत् तत्रापि घटाभावः अस्ति एव. अस्ति चेत् किमर्थं न प्रतीयते? घटः अस्ति इति कृत्वा तस्य तिरस्कारः जातः. तस्य इत्युक्ते घट अभावस्य, घट अत्यन्त अभावस्य तिरस्कारः जातः इति नैयायिकाः वदन्ति. अस्तु, अत्र इतोपि किञ्चित् चिन्तनं कर्तव्यं, किन्तु अस्मिन् परिच्छेदे किमुक्तम् इति चेत्, यथा ज्ञाने सति विषयता प्रयुज्यते तथा घटे सति अत्यन्ताभावः नित्यः इति उक्तम्। यावत्कालं घटः तिष्ठति तावत्कालं घट अत्यन्ताभावः समवायसंयोगेन समवायसम्बन्धेन वा तत्र तादृश घट अत्यन्त अभावः समवायसम्बन्धेन कुत्रचित् नास्ति, संयोगसम्बन्धेन कुत्रचित् नास्ति इति व्यवहारः कर्तुं शक्यते। वस्तुतः यावत्कालं घटः अस्ति तावत्कालं घट अत्यन्त अभावः तिष्ठति, तत्र प्रतियोगिता अत्यन्त अभावप्रतियोगिता, यावत्कालं घटः अस्ति तावत्कालं घटे अत्यन्त अभाव अत्यन्त अभावप्रतियोगिता वर्तते इति कृत्वा घटस्य कालः यावत् तावत्कालं घटप्रतियोगिता घट अत्यन्त अभावप्रतियोगिता घटे नित्यत्वेन वर्तते इति वक्तुम् इच्छति। अवबुध्यते वा न इति न जाने, अवबुध्यते खलु महोदय? सम् ऑब्स्ट्रक्शन् इस् देर् महोदय, वै डू दे वाण्ट् टु गो टु आल् दीस् लेन्स्? दट्स् नो, यदि शान्तः साधिः शान्तः अत्यन्ताभावः इति वदेम तर्हि घटे अतिव्याप्तिः भवति खलु, घटः अपि शान्तः साधिः सत्यं, तर्हि तद् निवारणीयं। यदि साधिः शान्तः, यथा प्रागभावस्य लक्षणम् अनादिः शान्तः इति उक्तं, यथा प्रध्वंसस्य प्रध्वंसाभावस्य लक्षणं साधिः अनन्तः इति उक्तं, तद्वत् अत्यन्ताभावः साधिः शान्तः इति उक्तं चेत् प्रतियोगिनी घटे एव अतिव्याप्तिः भवतु खलु, तस्य निवारणं कर्तुं कथं कर्तुं शक्यते? चेञ्ज् अनादिः, न न, नित्यत्वम् इति पदं योजनीयम्। तर्हि इदानीं नित्यत्वम् इति पदं योजयामश्चेत् अपि घटे अतिव्याप्तिः भवति, किमर्थमिति चेत् यावत्कालं घटः तिष्ठति तावत्कालं घटः नित्यः अस्ति खलु, सत्यं महोदय, तदेव नित्यः अस्ति खलु। तर्हि नित्यत्वम् इति दलं योजयामश्चेत् घटे अतिव्याप्तिः भवति, किन्तु तदर्थं किं कृतम् अत्र लक्षणे? प्रतियोगिता कः इति उक्तम्, प्रतियोगिता कः इति उक्तम्, प्रतियोगिता अत्र कः, पुनः कृत इति एव वक्तव्यमिति भाति मम। प्रतियोगिता कृतः अत्यन्त अभावः इत्युक्ते घटः भावरूपः अस्ति, किन्तु अभावः घट अभावः अभावरूपः अस्ति, तर्हि तत्र अभाव इति पदं तत्र इति पदम् अत अथवा तादृश अर्थबोधकपदं किमपि वक्तव्यं लक्षणे, नो चेत् घटे अतिव्याप्तिः भवति। सापेक्षिकनित्यत्वं घटे अस्ति, यावत्कालं घटः तिष्ठति तावत्कालं घटः नित्यः, एवमेव घट अत्यन्त अभावः अपि नित्यः, तावत्कालं यावत्कालं घटः तिष्ठति तावत्कालं घट अभावः तिष्ठति, तर्हि अभावरूपम् इति वक्तव्यं। किन्तु अभाव इति पदं यदि लक्षणे प्रयुक्तं तर्हि तत्र आत्माश्रयदोषः भवति इति कृत्वा अभावः इति पदम् अप्रयुज्य अन्यत् पदं वक्तव्यम्। अतः प्रतियोगिता कः इति पदं प्रयुक्तम्, प्रतियोगितां करोति, हा पचति इति पाचकः इति यथा, तद्वत् प्रतियोगितां यः करोति सः कर्ता इति नूल् प्रत्ययः भवति वा? पचनं करोति इति पाचकः, एवं प्रतियोगितां करोति, करोति वा? हा प्रतियोगितां कारयति खलु, अभावः घटे प्रतियोगितां कारयति खलु? आं महोदय, कारयति अस्ति इति कृत्वा नूल् प्रत्ययः, नूल् प्रत्ययः भवितुमर्हति इति भाति, यथा रमेश महोदयेन उक्तं प्रतियोगिता कः, यथा पचति इति पाचकः प्रतियोगयति, प्रतियोगयति युज् इति धातुः अस्तु, अत्र निच् निच् वक्तव्यं वा? एकनिमिषं पश्यामि, युज् इति धातुः, युज् इति धातुः दिवादिगणे अस्ति, युज्यते इति, युज्यते इति अस्ति, योजयति इति अपि अस्ति, तर्हि प्रतियोगिता युज् इति धातुः प्रतियोगी प्रकृति प्रतियोगितां कारयति किम्? अभावः, किन्तु प्रतियोगितां कारयति इत्युक्ते वस्तु तत्र प्रतियोगिता जायते इति नास्ति, प्रयोजकः भवति अभावः, यथा ज्ञानं प्रयोजकं भवति विशेष्यः अत्र अथवा विषयः प्रयोज्यः भवति, विषयता प्रयोज्यं भवति, एवम् अत्र कारयति इत्युक्ते करोति इत्यस्मिन् अर्थे नास्ति, किन्तु प्रयोजयति इति भवति, अतः प्रतियोगिता प्रतियोगितां करोति, किं करोति? अभावः इति कृत्वा नूल् प्रत्ययः वक्तुं शक्यते इति भाति, पचनं करोति पाचकः, तद्वत् प्रतियोगितां कारयति, पचनं करोति अन्यत्र, प्रतियोगितां कारयति, प्रतियोगितां करोति इति अपि वक्तुं शक्यते इति भाति, यथा पचनं करोति, पचनं कुत्र जायते? अन्ने एव जायते, अन्नमेव पक्वं भवति, किन्तु तत्र कारयति इति न वदेम, पाचकः किं करोति? पचनं स्वयं करोति, तद्वत् अत्र अत्र अभावः प्रतियोगितां करोति, करोति इत्युक्ते तत्र जायते इति नास्ति, प्रतियोगिता न जायते, किन्तु अत्र प्रयुज्यते, अस्तु इति कृत्वा अत्र प्रतियोगिता इति पदम् आनीतम् अभावस्य लक्षणार्थं, नो चेत् घटे अतिव्याप्तिः भवति। ओके, इतोपि किञ्चित् अग्रे सरेमश्चेत् समीचीनबोधः जायते, तदनन्तरम् आरम्भतः किञ्चित् चिन्तनं कुर्मः, क्रमेण आगमन्तव्यम् अस्ति। अस्तु, अत्र स्थगेम, सर्वेभ्यः नमस्कारः, धन्यवादः।